तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं। तत्र इदानीम् अस्माकं विषयः अस्ति स्नेहः इति गुणः। अत्र स्नेहस्य प्रत्यक्षग्राह्यत्वम् अस्ति वा न वा इति विषये इदानीम् अस्माकं चर्चा प्रवर्तमाना अस्ति। तत्र पुस्तके अस्मिन् विद्याधर्या तत्र लिखितमस्ति यत् स्नेहः तत्र अनुमीयते इति, न तु प्रत्यक्षेन तस्य ग्रहणं भवति इति। तर्हि तस्मिन् विषये इदानीम् अस्माकं किञ्चित् इतोपि गाढचिन्तनं प्रवर्तमानमस्ति, अत्र अनुवर्तयामः। तर्हि विद्याशङ्करमहोदय, भवान् एव आरम्भं करोति वा? अत्र करपत्रे अत्र अन्यप्रश्नः, एतत् सम्बन्धः मनसि आयाति इति श्रोता पृच्छति, तस्मात् आरम्भं करणीयम्। गतवर्गे अहं न आसम्, तत् तर्हि किञ्चित् काण्टेक्स् अपेक्षितं मया। प्रायः अन्य कोऽपि आरम्भे पठति चेत्। अस्तु महोदय, चिन्ता न, चिन्ता नास्ति। रामप्रिया भगिनी, भवती आरम्भं करोति वा? आम् आम् आं भगिनि। श्रोता, अत्र अन्यप्रश्नः, एतत् सम्बन्धः मनसि आयाति। पिण्डीभावः इति शब्दे भावः इति भूयोगः ङै प्रत्ययः किल। यत्र यत्र ङै प्रत्ययः भवति तत्र सर्वत्र कस्यचित् भावः इति अर्थः किल। अत्र भावः इति ङै प्रत्ययान्तशब्देन भूधातोः क्रियावाचकस्य भावः एव, न तु स्वयं क्रिया किल। अत्र श्रोता पुनः प्रश्नं पृच्छति, वयं तु दृष्टवन्तः पिण्डीभावः क्रिया एव इति पूर्व प्रतिपक्षी उक्त प्रतिपक्षी उक्तवान् पिण्डीभावः इति क्रिया एव इति। तत्र एव एतत् प्रश्नम् उदेति यत् एतत् सम्बन्धः कश्चन प्रश्नः आगच्छति इति। पिण्डीभावः इति यदा शब्दः अस्ति तत्र भावः इति पदे भूयोगः गञ् प्रत्ययः इति वा इति तस्य प्रश्नः अस्ति। यत्र यत्र गञ् प्रत्ययः भवति इत्युक्ते यत्र यत्र गञ् इति प्रत्ययः वयं उपयुज्यामहे तत्र भावः इति एव अर्थः अस्ति वा इति प्रश्नः। भाव इति घञ्प्रत्ययान्तशब्देन भूधातोः क्रियावाचकस्य भावः न तु स्वयं क्रिया। सः वदति यदा भावः इति घञ्प्रत्ययान्तशब्दः अस्ति चेत् तत्र तु क्रियावाचक इत्युक्ते क्रियाम् एव न तु स्वयं क्रिया, तद् अवगतम्। क्रियावाचकम् इत्युक्ते यदा वयं विशेषणसंज्ञा विशेषणम् इति वदामः तदा क्रियावाचकः इत्युक्ते क्रियायाः खलु, इत्युक्ते तत्र स्वयं क्रिया नास्ति इत्युक्ते क्रियावाचकं पदं नास्ति, परन्तु क्रियावाचं वाचकपदमस्ति तस्मिन् विद्यमानः भावः एव भवति खलु इति इदानीं प्रश्नः। उत्तरत्वेन प्रतिपक्षी वदति सत्यं भावार्थे गञ् प्रत्ययः, किन्तु भाव इत्युक्ते किम् इति प्रश्नः। बहवः कृत् प्रत्ययाः भावार्थे भवन्ति इति प्रसिद्धम्। एतस्मात् धातोः भावार्थे अमुकप्रत्ययः इति प्रचलनं वर्तते। भावार्थे त्वप्रत्ययः तल् प्रत्ययः इति सामान्यविषयः, तत्र च भावार्थे इति किञ्चित् भिन्नम् अस्ति। नामपदेभ्यः त्वप्रत्यययोजनेन तल् प्रत्यययोजनेन वा यत् रूपं सिध्यति तत्र भावार्थे इत्युक्ते तस्मिन् पदार्थे विद्यमानः कश्चन धर्मः। मनुष्यत्वम् इत्युक्ते मनुष्ये विद्यमानः धर्मः। काकत्वम् इति चेत् काके विद्यमानः धर्मः। किन्तु धातुभ्यः यदा भावार्थे कश्चन प्रत्ययः विधीयते तदा यथा भावार्थे धातुभ्यः गञ् प्रत्ययः, तदा भावार्थे इत्यस्मिन् भावः इत्युक्ते शुद्धा क्रिया. इदानीम् उत्तरत्वेन प्रतिपक्षी वदति अत्र सत्यमेव, यदा भावार्थे गै प्रत्ययः एव यदा भावः इति पदं स्वीकुर्मः चेत्, परन्तु बहवः कृत् प्रत्ययाः बहवः सन्ति, प्रसिद्धार्थं तु भावार्थे इति अस्ति तद् कृत् प्रत्ययाः विषये. धातोः अमुकप्रत्ययः एतस्मात् धातोः भावार्थे अमुकप्रत्ययः इति प्रचलनं वर्तते. अमुक इत्युक्ते विशेषप्रत्ययः इति वा? अमुक इत्युक्ते हा सचन् सचति इत्युक्ते एतस्मात् धातोः भावार्थे एषः प्रत्ययः भवति एव विधीयते. उत्तम. अत्र भावार्थे इत्युक्ते तल् वा त्वा वा इति प्रत्ययः इति सामान्येन वयं जानीमः. अत्र एतस्मिन् सन्दर्भे तु किञ्चित् भिन्नम् अस्ति. भावार्थे इति अस्ति चेदपि किञ्चित् भिन्नम् अस्ति. कथम् इति दत्तमस्ति, नामपदेभ्यः त्वप्रयोज प्रत्यययोजनेन तल् प्रत्यययोजनेन वा यत् रूपं सिद्ध्यति तत्र भावार्थे इत्युक्ते तस्मिन् पदार्थे. अस्तु, अत्र नामपदेभ्यः यदा सुबन्तपदेभ्यः यदा वयं त्व वा तल् वा प्रयोज प्रत्ययः योजयामः चेत् यद्रूपं वयं यद्रूपं सिद्ध्यति तत्र तस्य अर्थम् अस्ति तस्मिन् पदार्थे विद्यमानः कश्चन धर्मः इति अर्थः आगच्छति. इत्युक्ते यदा मनुष्यत्वम् इति स्वीकुर्मः तत्तु मनुष्य इति नामपदं तत्र यदा त्वप्रत्ययः योजयामः चेत् मनुष्यत्वम् इति भवति, तत्र मनुष्यविद्यमानः धर्मः इति अर्थः. तादृशमेव काकत्वम् इति काके विद्यमानः धर्मः इति अर्थः भवति. परन्तु यदा धातुभ्यः यदा भावार्थे कश्चन प्रत्ययः विधीयते तदा किं भवति, यथा भावार्थे तदा तत्र तु शुद्धा क्रिया एव इति तस्मिन् अर्थे एव भवति इति. धातुभ्यः यदा गञ् प्रत्ययः विधीयते चेत् काके इति वदति चेत् किम् अर्थं, किं काके इत्युक्ते किं भवती एव वदतु, काके इति कीदृशं पदम्? अर्थं किं न काकः इत्युक्ते जानाति खलु, काकः इति कश्चन पक्षिविशेषः. पक्षिविशेषः अस्तु अस्तु, तथैव शुद्धा क्रिया इत्युक्ते किम् इति कश्चन प्रश्नः उदाहरणमाध्यमेन स्पष्टं भवति. गच्छति, गन्ता, गन्तुं, गत्वा एभिः सर्वैः अपि क्रिया प्रकटा वर्तते, किन्तु क्रियातः अन्ये अपि केचन अंशाः बोध्यन्ते. यदा गच्छति इत्यस्य कथनेन गमनक्रिया उच्यते, तेन सह च तस्याः क्रियायाः कर्ता अपि उच्यते, पुनः सा क्रिया वर्तमानकाले प्रचलति इत्येतत् सर्वं गच्छति इति पदेन ज्ञायते. गमनक्रिया क्रियायाः कर्ता वर्तमानकालः. एवमेव गच्छन् इति शत्रन्तपदेन क्रियाकर्ता वर्तमानकालः इति बोध्यते. गतवान् इत्यनेन गमनक्रिया क्रियायाः क्रियायाः कर्ता सा क्रिया च भूतकाले इति इति. मया ग्रामः गतः इत्यस्मिन् गतः इत्यनेन गमनक्रिया क्रियायाः कर्म भूतकाले क्रिया इति बोध्यते. इदानीं शुद्धा क्रिया इति यदा उक्तवान् तत् किम् इति प्रश्नः, सः एव उत्तरम् अपि ददाति. गच्छति, गन्ता, गन्तुं, गत्वा इति इति क्रिया अस्ति प्रकटा वर्तते. एतस्मिन् एतेषां क्रिया क्रियाणां एतत् स्पष्टं भवति इति वदति. क्रियावाचकपदं खलु तत् सर्वं क्रियावाचकपदं बोधयति. अत्र यदा वयं गच्छति इति स्वीकुर्मः चेत् तत्र तु गमनक्रिया उच्यते. तस्य अर्थमस्ति गमनक्रिया, गमनक्रिया बोध्यति इति. न केवलं क्रिया, तत्तु कर्ता अपि उच्यते. इत्युक्ते कर्तरिप्रयोगे सः गच्छति इति आगच्छति. पुनः वर्तमानकालमपि सूचयति गच्छति इति पदम्. इत्युक्ते गमनक्रिया, क्रियायाः कर्ता, वर्तमानकालः, एतत् सर्वं गच्छति इति पदेन वयं ज्ञातुं शक्नुमः. यदा गच्छन् इति स्वीकुर्मः चेत् तत्र शतरन्तपदमस्ति. तत्रापि कर्ता वर्तमानकालः, तदपि वयं ज्ञातुं शक्नुमः. गतवान् इति भूतकालप्रयोगः. तत्र तु तत्रापि क्रिया तु गमनक्रिया एव, परन्तु भूतकालप्रयोगः क्रियायाः कर्ता इति वयं ज्ञातुं शक्नुमः. परन्तु यदा गतः इति प्रयोगं कुर्मः चेत् तत्र गमनक्रिया, भूतकालप्रयोगः, क्रियायाः कर्म इत्युक्ते कर्मणि प्रयोगे अस्ति इति वयं ज्ञातुं शक्नुमः. किन्तु गमनम् इत्यस्य कथनेन क्रिया एव ज्ञायते. अत्र शुद्धा क्रिया बोध्यते इति उच्यते. गमनम् इत्यस्मिन् भावे ल्युट् प्रत्ययः. अत्र भावे इत्यनेन शुद्धा क्रिया इत्यर्थः. क्रियां विहाय अन्य केऽपि अंशाः न बोध्यन्ते. अन्यैः विषयैः रहिता केवला क्रिया इत्यर्थे भावः इति उच्यते. गमनम् इत्यस्य कथनेन गमनकर्ता न ज्ञायते, गमनकर्म न ज्ञायते, कालः न ज्ञायते, केवलं क्रिया एव ज्ञायते. अतः शुद्धा क्रिया. गञ् प्रत्ययः अपि तथा भावार्थे. यथा पाकः इत्युक्ते पचनक्रिया तावदेव. एवमेव भावः इत्यनेन भवनक्रिया भवति इति. घञ् प्रत्ययः साधारणतया भावार्थे कुत्रचित् विशिष्टस्थलेषु कर्त्रार्थे करणार्थे वा विधीयते, किन्तु भावार्थे इति सामान्यम्. ध्येयं यत् सुबन्तपदेभ्यः नामपदेभ्यः भावार्थे तस्मिन् पदार्थे विद्यमानः धर्मः, किन्तु धातुभ्यः भावार्थे इत्युक्ते शुद्धा क्रिया. अतः पिण्डीभावः इति स्थले अपि तदा शुद्धा क्रिया. भूधातुः योगः गञ् प्रत्ययः इत्यनेन भावः. पिण्डीयोगः च्वीयोगः भूयोगः गञ् इत्यनेन यत् पिण्डं नासीत् तत् पिण्डं जातम् इति अर्थः. अत्र तादृशक्रिया इति बोधः. इदानीं गमनम् इति क्रियाविषये दत्तमस्ति. यदा गमनम् इति क्रिया शुद्धा क्रिया. एक प्रश्नः अस्ति, तत्र पाकः इति वदनेन तत्तु सुबन्तव तदेव इदानीं चर्चां सुबन्तपदमेव भगिनि. तत्र तद्वत् भावः इत्यपि सुबन्तपदं खलु. यद्यपि सुबन्तपदम् अस्ति तथापि क्रिया एव बोधयति इति. यथा गमनम् अपि सुबन्तपदमेव, परन्तु गमनम् इत्यनेन तत्र क्रिया एव बोधयति इत्येव अस्मिन् परिच्छेदे अस्ति. नाम प्रिया भगिनी अस्तु अत्र गमनं यति इति यद् क्रिया वयं स्वीकुर्मः चेत् तत्तु भावे ल्युट् प्रत्ययः. भावे इत्युक्ते शुद्धा क्रिया इत्येव अर्थः. अत्र क्रियां विहाय अन्य कोऽपि अंशः नास्ति इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः कर्ता, वर्तमानकालः, एतत् सर्वम् अत्र नास्ति. केवलं क्रिया एव बोध्यति गमनम् इति क्रियापदम्. केवलं क्रिया, क्षम्यतां, भावः क्रिया एव भावः इति तद्वत् गमनभावार्थे तदा पाकः इति उदाहरणं अन्ततो गत्वा अत्र पिण्डीभावः विषये आगच्छति. पिण्डीभावः अपि तादृशमेव. शुद्धा क्रिया अस्ति भूधातुः घञ् प्रत्ययः योजनेन भावः इति पदमागच्छति. पिण्डीयोगः च्वीयोगः भूयोः घञ् पिण्डं यत् अर्थमस्ति अर्थः अस्ति यत्र पिण्डं यत् पिण्डं नासीत् तत् पिण्डं जातम् इति अर्थः अस्ति. तदपि तादृशक्रिया इति बोधः. तादृशक्रिया इत्युक्ते यदा गमनं पाकः इति दृष्टवन्तः तादृशक्रिया सत्यम् इत्युक्ते तत्र यथा ल्युट् प्रत्ययः तद्वत् गञ् प्रत्यययोजनेन अपि शुद्धा क्रिया इत्येव इत्युक्ते धातुतः तादृशप्रत्ययः विधीयते चेत् तत्र शुद्धा क्रिया इति एव बोधयति, न तु तस्मिन् विद्यमानधर्मः. इत्युक्ते यदा मनुष्यः इति अस्ति चेत् मनुष्यत्वं मनुष्यता इति तत्र भावः इत्युक्ते तस्मिन् विद्यमानधर्मः इति, धातौ तु शुद्धा क्रिया इति एव. अस्तु अग्रे सुनील् महोदय भवान् पठति वा? भगिनी प्रश्नः अस्ति अत्र, अत्र गच्छति तत् तेन पदेन बहु किमपि ज्ञायते, विषयत्रयं ज्ञायते, किन्तु गमनम् इति पदेन केवलं क्रिया. सत्यं तदर्थं तदर्थं शुद्धा क्रिया इति उक्तं न वा? सत्यं सत्यम्. तावदेव, धन्यवादः. अहं पठामि. इदानीं सिद्धान्ती पृच्छति, किन्तु न्याये पिण्डीभावः इत्युक्ते विलक्षणसंयोगः इति गुणः. चैत्रः तण्डुलम् इच्छति इत्युक्ते तण्डुलविषयक इच्छावान् चैत्रः. तादृशगुणाश्रयः चैत्रः इति कृत्वा इच्छति इति पदं गुणबोधकं न तु क्रियाबोधकम्. वैयाकरणाः आग्रहेण वदन्ति यत् सर्वाणि तिगन्धपदानि क्रियामेव बोधयन्ति, किन्तु वयं तथा न वदामः. इच्छति जानाति इत्यादीनि तु गुणबोधकानि न तु क्रियाबोधकानि. इच्छति इत्यनेन चैत्रस्य तादृशी इच्छा अस्ति इत्येव सूचयति. घटविषये इच्छावान् चैत्रः. बालकः क्षम्यतां तावत् वदतु, तदनन्तरं पश्यामः. इदानीं सिद्धान्ती पुनः पृच्छति अत्र पिण्डिभावः इति न्यायशास्त्रे विलक्षणसंयोगः इति गुणः इति एव वयं दृष्टवन्तः. अत्र चैत्रः तण्डुलम् इच्छति इत्युक्ते अत्र तण्डुलविषयक इच्छावान् चैत्रः इत्येव. अत्र चैत्रे अत्र तादृश गुणः अस्ति, अतः चैत्रः तादृशगुणाश्रयः इति कृत्वा इच्छति इति पदं केवलं गुणबोधकमेव, क्रियाबोधकं नास्ति इति सिद्धान्ती वदति. परन्तु वैयायिकरणाः वदन्ति यत् तिगन्धाः क्रियामेव बोधयन्ति, परन्तु गुणाः न इति. अत्र जानाति इच्छति तदपि गुणबोधकानि एव, क्रियाबोधकानि न इति ते वदन्ति. इच्छति इति स्वीकुर्मः चेत् चैत्रे अत्र इच्छा अस्ति इति एव सूचयति. अतः घटविषये इत्युक्ते न्याये तत्र इच्छति जानाति इत्युक्ते गुणबोध इत्यादीनि पदानि गुणबोधकानि न तु क्रियाबोधकानि, परन्तु क्रियाबोधकानि इति वदन्ति. अग्रे पठामि. बालकः पिष्टस्य पिण्डीभावं करोति इति वाक्ये करोति इत्येव क्रिया न तु पिण्डीभावः. अनेन पिष्टे पिण्डीभावः उत्पन्नः, नाम गुणः उत्पन्नः इत्येव अर्थः. विलक्षणसंयोगानुकूलक्रियाश्रयः बालकः. चूर्णनिष्ठविलक्षणसंयोगानुकूलकृतिमान् बालकः इति वाक्यार्थबोधः तादृशी कृतिः प्रयत्नः बालकस्य अग्नि अस्ति. वैयाकरणानां दृष्ट्या इयं क्रिया इति चेत् क्रिया द्विवारम् उच्यते, तच्च न आवश्यकम्। पिण्डीभावः भवति इत्यस्मिन् क्रिया द्विवारम् उक्तं तेषां मतमनुसृत्य, यथा बालकः गमनं गच्छति तथैव। अतः साधुरीत्या अर्थः न निष्पद्यते। अतः इदानीं बालकः पिष्टस्य पिण्डीभावं करोति इति वाक्यं स्वीकुर्मः चेत् अत्र करोति इति क्रिया एव पिण्डीभावः क्रिया नास्ति इति। अतः पिष्टे पिण्डीभावः उत्पन्नः इति वदामः चेत् तत्र गुणः उत्पन्नः इति एव अर्थः। पिण्डीभावः इति गुणः उत्पन्नः इति एव अर्थः। अनन्तरम् अत्र बालके इदानीं विलक्षणसंयोगानुकूल क्रिया अपि अस्ति अत्र। अनन्तरं चूर्णनिष्ठविलक्षणसंयोगानुकूलकृतिमान् बालकः इति वाक्यस्य अर्थम् अपि अस्ति। तत्र अत्र बालके अत्र प्रयत्नः अस्ति, कृतिः अपि अस्ति। एवम् अत्र वैयाकरणानां दृष्ट्या अत्र क्रिया इति चेत् तस्मिन् वाक्ये क्रियाद्वयं भवति, तद् न आवश्यकमिति। अतः पिण्डीभावः इति वाक्यं स्वीकुर्मः चेत् वैयाकरणानां दृष्ट्या अत्र क्रियाद्वयम् अस्ति। अतः यथा बालकः गमनम् इच्छति तथा, अतः तद् तादृशरीत्या वाक्यं न आवश्यकमिति अत्र अस्ति। अग्रे महोदय। अतः श्रोता इदानीं पृच्छति, तर्हि वैयाकरणैः तदुच्यते च्युप्रत्ययस्य संयोजनेन यत् तथा नासीत् तत् तथा जातम् इति क्रियाबोधकत्वं नास्ति वा नैयायिकानां मतमनुसृत्य? अत्र क्रिया अस्ति वा अथवा केवलं वक्तव्यं यत् तादृशगुणः उत्पन्नः? इदानीं श्रोता पुनः पृच्छति, अत्र वैयायिकरणः च्युप्रत्ययस्य संयोजनेन यत् पूर्वं न आसीत् इदानीं जातम् इति एव पूर्वमुक्तं, तत्र क्रियाबोधकत्वं नास्ति वा नैयायिकानां मतमनुसृत्य इति श्रोता पुनः पृच्छति। क्रिया अस्ति वा तथवा केवलं वक्तव्यं यत् तादृशगुणः उत्पन्नः इति श्रोता पुनः पृच्छति। सिद्धान्ती वदति, सत्यं तादृशविलक्षणसंयोगः चूर्णे उत्पन्नः, एवमेव इच्छति जानाति च गुणं बोधयति न तु क्रियां। क्रियाबोधकं क्रियापदम् इति नैयायिकैः न उच्यते। अस्मिन् प्रसङ्गे इतोपि ज्ञातुम् इच्छति चेत् व्युत्पत्तिभावादः इति ग्रन्थे विस्तृतरूपेण प्रतिपादितम्। गदाधरभट्टाचार्यैः ग्रन्थः विरचितः, शक्तिवादः इत्यादि ग्रन्थः तैः विरचितः। पदस्य अर्थबोधार्थं शक्तिः वर्तते, घटपदस्य घटे शक्तिः, पटपदस्य पटे शक्तिः इति व्यवहारः। नैयायिकानां सर्वत्र क्रियापदस्य क्रियाबोधकत्वम् एव इति सिद्धान्तो नास्ति। कुत्रचित् गुणबोधकत्वम् अङ्गीक्रियते, यथोक्तं घटं जानाति चैत्रः इत्यत्र घटविषयज्ञानं चैत्रः, अस्मिन् ज्ञानरूपगुणवत् गुणवान् इत्येव अर्थः जानाति इति पदस्य। इदानीं सिद्धान्ति अत्र उत्तरं ददाति, सः पूर्वस्मिन् प्रश्नस्य उत्तरम् अस्ति सत्यमिति वदति। अतः अत्र तादृशविलक्षणसंयोगः चूर्णे भवति इति, एवम् इच्छति जानाति अत्र गुणमेव बोधयति, क्रियां न बोधयति इति वदति. क्रियाबोधकं क्रियापदम् इति नैयायिकैः न उच्यते इति अपि सः वदति. अतः अत्र इतोपि अधिकं वक्तव्यं चेत् अत्र व्युत्पत्तिवादः इति ग्रन्थे अधिकमस्ति इति सः वदति. गदाधरभट्टाचार्यः एव एषः ग्रन्थस्य कर्ता इति. शक्तिवादः इत्यपि अन्यग्रन्थः अस्ति इति. पदस्य अर्थबोधार्थं शक्तिः वर्तते. अतः पदस्य अर्थं अत्र शक्तिः वर्तते इति. घटः इति पदं स्वीकुर्मः चेत् घटे शक्तिः अस्ति. पटः इति स्वीकुर्मः चेत् तत्र पटे शक्तिः इति अत्र व्यवहारः अस्ति. नैयायिकानां सर्वत्र क्रियापदस्य क्रियाबोधकत्वम् एव इति सिद्धान्तो नास्ति. नैयायिकानां मतमस्ति सर्वत्र क्रियापदस्य क्रियाबोधकत्वं नास्ति इति, सर्वदा नास्ति इति. कुत्रचित् गुणबोधकत्वं भवति, अन्यत्र क्रियाबोधकत्वमिति. अतः अत्र घटं जानाति चैत्रः इति वाक्यं स्वीकुर्मः चेत् अत्र घटविषयज्ञानं ज्ञानवान् चैत्रः इत्येव अर्थः. अतः अत्र ज्ञानरूपगुणवान् इत्येव अर्थः जानाति इति पदस्य इत्यपि सः सिद्धान्ति वदति. अग्रे महोदय, वैयाकरणैः उच्यते पदस्य लक्षणं सुप्तिगन्धं पदम् अस्ति. सुप्तिगन्धं पदम् अस्ति. नैयायिकैः न अङ्गीक्रियते. शक्तपदम् इति नैयायिकानां लक्षणं. यस्य पदस्य अर्थबोधकशक्तिः अस्ति तत् पदम्. यस्य अर्थबोधकत्वम् अस्ति तत् शक्तं पदं. तस्य पदस्य कुत्र शक्तिः, किमर्थं तत्रैव शक्तिः, शक्तिः नाम का इति विषयाः शक्तिवादः इति ग्रन्थे लभ्यन्ते. अतः अत्र वैयायिकरणानां दृष्ट्या अत्र पदस्य लक्षणं सुप्तिगन्धम् एव. परन्तु नैयायिकाः तद् न अङ्गीक्रियन्ते. तेषां मतमस्ति शक्तं पदमिति. अतः अत्र पदस्य अर्थबोधकशक्तिः अस्ति चेदेव ते पदमिति अङ्गीक्रियन्ते. अतः अर्थबोधकत्वम् अस्ति चेत् शक्तं पदमिति. पदस्य कुत्र शक्तिः अस्ति, किमर्थं तत्रैव शक्तिः, शक्तिः नाम का इति विषयः शक्तवादः इति ग्रन्थे लभ्यन्ते इति इदानीं सिद्धान्ति वदन्. धन्यवादः महोदय. विद्याशङ्कर् महोदय इदानीं पठितुम् इच्छति वा? आम् आं भगिनि. प्रतिपक्षे तत्र भगिनी क्षम्यताम्, तस्मात् पूर्वं क्रियापदस्य क्रियाबोधकत्वं सर्वत्र वर्तते इति वैयाकरणानां मतं, किन्तु शक्तमेव पदम् इति नैयायिकानां मतम् इत्युक्ते तत्र ज्ञान इच्छा कृतिः इति एते त्रयः गुणाः इति नैयायिकानां मतम् इति कृत्वा जानाति इच्छति करोति इति वदामश्चेत् तत् क्रिया नास्ति किन्तु गुणम् इति नैयायिकानां मतम्. इदानीं प्रश्नः एतद् अस्ति, मा अहं पृच्छामि चेत् भगिनी अग्रे पठामि वा इति पृच्छामि चेत् भवती इम् इति वदति चेत् इम् इति वदनेन मया अर्थं बोध्यं भवति, आम् अग्रे पठतु इति एव भवती वदति इति. किन्तु इम् इति पदम् इम् इति शब्दं शब्दरूपं तु सुप्तिङ् पदं नास्ति इति कृत्वा इम् इति वैयाकरणानां मतानुसारं पदं न भवति, किन्तु नैयायिकानां मतानुसारं पदं भवति वा इति प्रश्नः। किमपि चिन्तनमस्ति वा? तत्र किञ्चित् अस्ति, अत्र मम चिन्तनमेवम् अस्ति यत् प्रथमं किम् इति यत् वदामः तत्तु आम् इत्यस्य किञ्चित् लघुरूपम् इत्यर्थे एव वदामः खलु। तर्हि प्रथमं तु न्यायिकानुसारेण तत्र आम् इत्यस्मिन् तत्र अर्थबोधकत्वं किमपि शक्तिः अस्ति इति कृत्वा तत्र तेषां मतानुसारं तत्र तत्तु पदमस्ति एव। अपि च व्याकरणदृष्ट्या आम् इति अव्ययपदमस्ति खलु इति कृत्वा तदपि अव्ययपदमपि तत्र सुप्तिङन्तं पदम् इत्यस्मिन् आगच्छति इति सुबन्तपदमस्ति इति कृत्वा तत्रापि तस्य पदत्वम् अङ्गीक्रियते एव वैयाकरणैः अपि इति मम चिन्तनमस्ति। भगिनी, यदा वयं शाब्दबोधकम् इति पठितवन्तः तत्र ध्वनिबोधकम् अपि भाषाबोधकं द्वे विभजनं भवति तत्र तत्र दत्तम् तत्र अपि आगच्छति तस्य अर्थम् अस्ति ध्वनिबोधकं भाषाबोधकं सत्यं, परन्तु तत्र ध्वनिबोधकम् इत्यत्र अस्ति तत्र तु तत्र करताडनम् इत्येव तत्र ध्वनिबोधकम् अस्ति इति खलु, तत्र तु अर्थः इति नास्ति तस्मिन्। परन्तु यदि करतालं भवति यदा शिक्षिका वर्गे अस्ति करतालं करोति सर्वे विद्यार्थिनः उत्तिष्ठन्ति, पुनः करतालं करोति सर्वे उपविशन्ति, तदपि तस्य अर्थं भवति न? सत्यम्, अथवा श्लाघनीयः इति अर्थे अपि यदा कदापि भवति खलु, सत्यं भगिनि, तत्तु सम्यक् एव, सत्यं सम्यक् चिन्तनं, तदपि अस्ति यदा शब्दविषये अनन्तरम् अग्रिमगुणः अस्ति वस्तुतः शब्दः एव तत्र आगच्छति एतत् सर्वं, तर्हि प्रायः किञ्चित् इतोपि चर्चा तदा कर्तुं शक्नुमः चर्चा। अस्तु, प्रतिपक्षि, व्याकरणे किन्तु यथोक्तं भावः क्रिया, पिण्डीभवनमेव पिण्डीभावः, अपिण्डस्य पिण्डत्वेन भवनं पिण्डीभावः, क्रियां बोधयति न तु गुणम्, अपि च पिण्डीभावः भवति इत्यस्मिन् न कोऽपि अवरोधः, द्विवारं क्रिया न उच्यते इति न कोऽपि नियमः, पाकं पचति इति शास्त्रीय उदाहरणं, लोके पाठं पठति पठ् योगगै प्रत्ययः पाठः, पाठशब्देन शुद्धा क्रिया, क्रियां बोधयति, पुनः पठति इत्यस्मिन् पठ् धातुः पठनक्रियां बोधयति, वाक्यं पाठं पठति, तर्हि अत्र अर्थः पठनक्रियां पठति इति वस्तुतः शाब्दः अर्थः शब्दमर्यादया उपलक्ष्यमाणः अर्थः। प्रतिपक्षी इदानीं वदति पूर्वं तेन उक्तं क्रियाविषये उक्तं, पुनः तत् सूत्रं स्वीकरोति, व्याकरणे किन्तु यथा उक्तं भावः क्रिया एव, यत्र भावः स्वीकुर्मः तत्र क्रिया एव अवगन्तव्यं, पिण्डीभवनं यत् अस्ति तदेव पिण्डीभावः, यत्र यत्र पूर्वं पिण्डं नास्ति अपिण्डस्य, इदानीं पिण्डः भवति अभवत् पिण्डत्वेन, अपिण्डस्य पिण्डत्वेन भवनं तदेव पिण्डीभावः, तत्र पिण्डीभावः भवति इति वदामः, पिण्डीभावः अस्ति इति वदामः, तस्मात् क्रियां बोधयति, पिण्डीभावः इति क्रियां बोधयति न तु गुणम्, अपि च पिण्डीभावः भवति इति वदामः चेत् द्विवारं क्रिया इति सिद्धान्तिना उक्तम्, अत्र सः वदति पिण्डीभावः भवति इत्यस्मिन् न कोऽपि अवरोधः, तत् दोषः नास्ति, द्विवारं क्रिया न वक्तव्यम् इति नियमः कुत्रापि नास्ति, तथा पिण्डीभावः भवति तत् साधु एव, यथा पाकं पचति इति शास्त्रीय उदाहरणमस्ति, पाकम् इति पुनः भावपदं भवितुम् अर्हति. पचति इति क्रियापदं, तत्र पाकं पचति इति द्विवारं क्रिया इति दृश्यते, किन्तु उदाहरणे शास्त्रीय उदाहरणं तदस्ति. तस्मात् पाकं पचति इति साधु, तथा पाठं पठति, तत्रापि पाठम् इति पठ् योग गञ् प्रत्यय, तत्र पाठः इति पदम् आगच्छति. पाठशब्देन श्रुता क्रिया क्रियां बोधयति. पुनः पठति इत्यस्मिन् पठ् धातुः पठनक्रियां तिङन्तपदं बोधयति. तस्मात् पाठः पठति इति वदनेन तथापि दोषः नास्ति, अर्थं तस्य अर्थं भवति एव. अत्र अर्थः अस्ति पठनक्रियां पठति इति. वस्तुतः शब्दं केवलं शब्दपदं स्वीकुर्मः चेत् इति अर्थम् आगच्छति, पठनक्रियां पठति इति. शब्दमर्यादया उपलक्ष्यमाणः अर्थः, शब्दं शब्दस्य अर्थं स्वीकुर्मः चेत् तस्मात् उपलक्ष्यमाणः पाठं पठति क्रिया इति एव अर्थः भवति इति. श्रोता पृच्छ भगिनि, अत्र गञ् प्रत्ययः इति वदनेन पट् प्रातिपदिकं सुबन्तपदः आगच्छति इति न पाट् इति सुबन्तपदम् आगच्छति. सत्यं, पट् इति धातुः पट्तः गञ् इति प्रत्यययोजनेन पाट् इति प्रथमाविभक्तिपुल्लिङ्गे पाठः इति रूपम्. एकवारं वदतु. पट् इति धातुः पट्योगः गञ् इत्यनेन पाट् इति प्रातिपदिकं, पाट् इति प्रातिपदिकं, पाठः इति प्रथमाविभक्ति एकवचन. पट् गञ् उपयुक्तेन तत्तु पाकः, पच् पच् तु पच् इति पाकः भवति, पाकः भवति. अस्तु अस्तु भगिनि, अग्रे पठतु. अग्रे श्रोता पृच्छति पठनक्रियां पठति इत्यस्य कः अर्थः? पूर्वं तेन उक्तं यत् पठनक्रियां पठति इति वाक्यं साधु इति. श्रुता पृच्छति कथं भवति पठनक्रियां पठति, तस्य अर्थः भवति वा? तर्हि प्रतिपक्षी वदति आम्, हि इस् स्टडिङ्ग् इस् स्टडीस् आङ्ग्लभाषायां यदस्ति इति एव अर्थः. पट् धातोः गञ् प्रत्ययः भावे, भावः नाम क्रिया, अत्र कोऽपि विरोधः नास्ति. आम्, पाठं पठति पठनक्रियां पठति इति वदनेन हि इस् स्टडिङ्ग् इस् स्टडीस् इति भवति. पट् धातोः गञ् प्रत्ययः भावे, भावे पदमागच्छति पाठ, भावः नाम क्रिया एव, अत्र कोऽपि विरोधः नास्ति इति प्रतिपक्षी तस्य मतम्. पुनः श्रोता पृच्छति पाठं पठति इत्युक्ते विषयं पठति इति अर्थः नास्ति वा? श्रोता पृच्छति पाठम् इति पाठः इति प्रथमविभक्ति, पाठम् इति द्वितीयविभक्त्यां पदं गञ् प्रत्यययोजनेन आगच्छति. पाठं पठति इत्युक्ते विषयं पठति इति अर्थः नास्ति वा? तर्हि प्रतिपक्षी वदति शब्दमर्यादया पाठः इत्युक्ते पठनक्रिया, पाठः इत्यनेन पठनम् इत्येव बोध्यते, पठनक्रिया. पठनं पठति इत्यपि साधु एव. पठने कश्चन विषयः भवति चेत् तं विषयं पठति चेदेव पठनं पठति इति प्रयोगः अर्थपूर्णः इति भवतः आशयः किल? पठनक्रियां पठति इति प्रयोगः न क्रियते खलु इति आशयः भवतः. पठनक्रियां न पठति अपि तु पठनविषयं पठति इति खलु आशयः? इति चेत् शब्दमर्यादया पाठः इत्युक्ते पठनक्रिया एव, किन्तु विषयविषयिणोः अभेदः आरोपात् अस्माकं बोधः तु पठनविषयं पठति इति अर्थे पाठं पठति. पठनविषयस्य पठनस्य च अभेदः आरोप्यते. कालिदासं पठति इत्यनेन कालिदासं पठति वा कालिदासोक्तं पठति वा? पठनक्रियासंयुक्तविषयः इत्यर्थः. किन्तु अत्रापि पाठशब्दस्य प्राधान्येन पठनक्रिया इति व्युत्पत्तिबलात् शब्दरूपबलात् च भवति एव. किञ्चित् व्याकरणविषयं सः वदति, प्रतिपक्षी वदति शब्दमर्यादयः पश्यामः चेत् केवलं शब्दस्य अर्थम् इति स्वीकृत्य पश्यामः चेत् पाठः इत्युक्ते पठनक्रिया, शुद्धा क्रिया. पाठः इत्यनेन पठनम् इत्येव बोध्यते, पठनक्रिया एव बोध्यते. पाठः इति गयप्रत्ययस्य भावार्थे पदेन पठनम् एव बोध्यते, पठनक्रिया. तर्हि पठनं पठति इत्यपि साधु एव. पठने कश्चन विषयः भवति चेत् तं विषयं पठति चेदेव पठनं पठति इति प्रयोगः अर्थपूर्णः इति भवतः आशयः. श्रोतुः किं वक्तुम् इच्छति इति प्रतिपक्षी ऊहां करोति. पठने यद्विषयः अस्ति तद्विषयं पठति, तदा एव पठनं पठति इति वाक्यस्य अर्थं भवति इति श्रोता प्रायः चिन्तयति, तादृशं चिन्तयति. पठनक्रियां पठति इति प्रयोगः न क्रियते इति भवतः आशयः. श्रोता वक्तुम् इच्छति यत् पठनक्रियां पठति, तथा तु न भवति, किञ्चित् विषयं पठति एव भवति, पठनक्रियां तु न पठति इति पठनविषयम् इति खलु आशयः श्रोतुः इति चेत् शब्दमर्यादया पाठः इत्युक्ते पठनक्रिया एव. केवलं शब्द व्याकरणदृष्ट्या पाठः इत्युक्ते पठनक्रिया एव. किन्तु विषयविषयिनोः अभेद आरोपात् विषयः अस्ति, विषयिनः अस्ति, तयोः सामान्यम् अभेद आरोपात् सामान्यं स्वीकुर्मः, तस्मात् अस्माकं बोधः अस्ति पठनविषयं पठति. पाठं पठति इत्युक्ते पठनयोग्यविषयं, पठनविषयं पठति इति एव अर्थे स्वीकुर्मः. पठनविषयस्य पठनस्य च अभेदः आरोप्यते. यत् पठनविषयम् अपि च पठनं, पठनक्रिया अस्ति, पठनविषयः अस्ति, तयोः सामान्यम् इति अभेदः स्वीकृत्य सामान्यम् आरोप्य स्वीक्रियते यत् पठनविषयमेव पठनं. कालिदासं पठति इति कोऽपि वदति चेत् न तु स्वयं कालिदासं पठति, किन्तु कालिदासेन यत् लिखितं तत् पठति. पठनक्रिया संयुक्तविषयः इति अर्थः. पठनक्रिया क्रियायाः यत् लिखितं तत् संयुक्तः, तद् विषयः तत् पठ्यते इति अर्थः कालिदासं पठति इति वाक्येन. तथा एव किन्तु अत्र पठनशब्दस्य प्राधान्येन पठनक्रिया इति व्युत्पत्तिबलात् शब्दरूपबलात् च भवति एव. किन्तु अत्र पाठशब्दस्य प्राधान्यं पठनक्रिया एव अस्ति, तस्मात् व्युत्पत्तिबलात् शब्दरूपबलात् च भवति एव क्रिया एव भवति इति प्रतिपक्षिणा प्रतिपक्षिणोः मतम्. अग्रे अपि महोदय सारांश किम् अस्ति? सारांश अत्र क्रिया अस्ति वा यत् शृणुमः, भवती वदति वा अखिला भगिनी? हा, इत्युक्ते अत्र अस्मिन् परिच्छेदे सारांशः यद् अस्ति इत्युक्ते तत्र पाठः इत्युक्ते पठनक्रिया इति एव. परन्तु यदा पाठं पठति अथवा पठनं पठति इति वदामः तत्र विषयविषयिनोः मध्ये इत्युक्ते पठनम् इति क्रियायाः विषयः, तयोः मध्ये भेदः नास्ति इति कृत्वा पठनम् इत्यनेन यः विषयः पठ्यते सः अपि अर्थः आगच्छति. तदेव कालिदासः इत्यपि उदाहरणं खलु. कालिदासं पठामि इत्युक्ते साक्षात् कालिदासः इति पुरुषः, तं न पठामि परन्तु तेन विरचितं किमपि काव्यम् अथवा नाटकम् इति किमपि भवतु तस्य एव पठनं इति अर्थः खलु. इत्येव अत्रापि यदा पाठं पठति इति वदामः चेदपि तत्र पठनक्रिया इति तत्र पद्धातुतः व्युत्पन्नम् इति कृत्वा तादृश अर्थः आगच्छति. परन्तु तत्र विषयः तत्र अन्तर्भूतः इति कृत्वा सः अपि अर्थः आगच्छति इति. किन्तु भगिनी तत्र सर्वत्र तादृश अर्थः न भवति. पाकं पचति, पाठं पठति इत्यस्मिन् सन्दर्भे अर्थः भवत्येव. किन्तु गमनं गच्छति इति वदामश्चेत्, लेखनं लिखति इति भिन्न धातुं स्वीकृत्य तादृशं वदामश्चेत् तत्र अर्थः न भवत्येव किल अत्र गमनं हा इत्युक्ते लेखनं लिखति इत्युक्ते पुनः लेखनविषयः यः अस्ति तद् लिखति इति गमनं गच्छति इत्युक्ते तत्र गमनविषयः इत्युक्ते तस्मिन् यः विषयः अन्तर्भूतः तस्य उल्लेखः भवति इति एव हा इत्युक्ते तत्र भोजनं विषयमेव सूचयति न तु कर्म क्रिया इति सत्यम् इत्युक्ते अन्ततो गत्वा विषयं सूचयति परन्तु तत्र व्युत्पत्तिरीत्या पश्यामः चेत् तस्य अर्थः तु क्रिया एव तावत् विश्वासः नास्ति अस्मिन् किञ्चित् तत्र पूर्वमपि किमपि पुस्तकं पुस्तकस्य उल्लेखः अपि आसीत् खलु तत्र शक्तिवादः प्रायः तत्र पठनीयम् इत्युक्ते अत्र तु सम्पूर्णरीत्या नास्ति इति चिन्तयामि आस्वादः एव इति कृत्वा प्रायः सम्पूर्ण अवगमनं नास्ति यावत् अत्र दत्तमस्ति तेन विश्वासः सम्पूर्णतया न लभ्यते किन्तु एतत् सर्वं प्रतिपक्षी वदति किल तदपि अहं चिन्तयामि प्रायः सिद्धान्तिना सर्वं स्वीकरोति किन्तु व्याकरणविषये प्रायः तथा एव भवति यत्र खादनं खादति पाठं पठति तथा हा किन्तु अत्र महोदय प्रतिपक्षी तु वैयाकरणः सिद्धान्ती तु नैयायिकः हा तदर्थमेव सः वदति तत्र पाठः इत्यनेन क्रियाबोधकत्वम् इति यतोहि तदेव व्याकरणदृष्ट्या तदेव मतमस्ति खलु आम् किन्तु द्वयमपि सः वदति प्रतिपक्षी वदति प्रतिपक्षी तु वैयाकरणः सः वदति क्रियामेव बोधयति अपि च सः एव वदति विषयमेव बोधयति इति न विषयम् अपि बोधयति इति विषयमपि बोधयति इति यतोहि तदेव तत्र आनुभविक ज्ञानमस्ति खलु अस्तु भवतु पाठं पठति इति वाक्येन अर्थं तु भवति वयं किमपि अवगन्तुं शक्नुमः दोषपूर्णा इति न अस्ति अतः अस्ति किन्तु तथापि तत्र तद् मया अङ्गीकृतं महोदय तत्र पाठं पठति इत्यस्मिन् सन्दर्भे पाठम् इत्यनेन पुस्तके विद्यमानविषयमेव सूचयति इति स्वीकुर्मश्चेत् अर्थबोधकं भवति यदा पाकं पचति इत्यत्र पाकम् इत्युक्ते तत्र मील् अस्ति किल तद् तद् इति स्वीकुर्मश्चेत् अर्थं भवति किन्तु गमनं गच्छति इति वदामश्चेत् तत्र गमनम् इत्यनेन एवं कुर्मः तत्र अन्तिमपरिच्छेदः अपि प्रतिपक्षिणा यदुक्तं तदस्ति तदपि पठित्वा किञ्चित् चर्चां कुर्मः यतोहि तत्र गमनविषये अपि आगच्छति इति मन्ये ओ इति वा अस्तु गमनं गच्छति इति वदनेन एकक्षणं क्षम्यतां तदेव इदानीं मया उक्तम् अग्रिमपरिच्छेदः पठित्वा चर्चां कुर्मः यतोहि तस्य तत्र किञ्चित् चिन्तनस्य सम्पूर्णं भवति तेन तदनन्तरं चर्चां कुर्मः विद्याशङ्करमहोदय भवान् एव समापयति वा एषः भागः अस्तु भगिनि अन्यच्च नैयायिकवर्यस्य कथनम् आसीत् पिण्डीभावः भवति इत्यस्मिन् क्रिया द्विवारम् उक्तं तेषां मतम् अनुसृत्य यथा बालकः गमनं गच्छति तथैव अतः साधुरीत्या अर्थः न निष्पद्यते किन्तु यथोक्तं पाकं पचति इत्यादयः प्रयोगाः प्रसिद्धाः क्रिया स्वस्याः कर्म भवति इच्छाम इच्छति इति अर्थे एषिषिषति इति सनन्तरूपं प्रमाणं नाम पाठं पठति इति वाक्ये पठनक्रिया पठति पठनक्रिया पठति पदस्य कर्मपदं तर्हि प्रश्नः उदेति क्रिया स्वस्याः कर्म भवति वा इति चेत् यया रीत्या गन्तुम् इच्छति इत्यर्थे जिगमिषति इति सनन्तरूपं भवति यस्मिन् गमनक्रिया इच्छति पदस्य कर्मपदं तया रीत्या एष्टुम् इच्छति इत्यर्थे एषिषिषति इति सनन्तरूपं भवति अर्थपूर्णञ्च कस्यचित् आलस्यम् अस्ति पठनात् अथवा अपरस्मात् क्रियाविशेषात् दूरं गतः सः किमपि कर्तुं न इच्छति तदानीम् अहो मया सम्यक् कर्तव्यम् इति चिन्तयति इच्छाविषयिणीम् इच्छां प्राप्नोति मनसि इच्छा अस्ति यत् तादृशी इच्छा स्यात् इतोपि मया एष्टव्यम् इति चेत् सः एषिष्यति। अनेन प्रमाणं भवति यत् इच्छाक्रिया इच्छति पदस्य कर्म भवति। यथा पाठः एव पठनक्रियायां कर्म, तद्वत् इच्छा एव इच्छाक्रियायां कर्म। इदं न विरुध्यते इति व्याकरणग्रन्थेषु एव अस्ति। अन्यच्च प्रतिपक्षी वदति, नैयायिकवर्येण उक्तं पिण्डीभावः भवति इत्यस्मिन् क्रिया द्विवारम् अस्ति, यतोहि भावः अपि क्रिया भवति अपि क्रिया, तर्हि इति दोषः अस्ति इति तस्य मतं। यथा बालकः गमनं गच्छति तत्रापि क्रिया द्विवारम् अस्ति इति दृश्यते, अतः साधुरीत्या अर्थः न निष्पद्ये। अस्मिन् गमनं गच्छति इति वाक्येन साधुरीत्या अर्थं न अवगम्यते, किन्तु यथा पूर्वमुक्तं पाकं पचति इत्यादि प्रयोगाः प्रसिद्धाः, तत्र अर्थः सम्यक् इति भाति। क्रिया स्वस्याः कर्म भवति वा, इच्छाम् इच्छति इति अर्थे एषिष्यति इति सनन्तरूपं प्रमाणं। ये क्रिया अस्ति यथा पठनक्रिया, स्वस्य कर्मं स्वस्याः कर्म भवति वा इति चिन्तयामः चेत् इच्छामिच्छति इति पदस्य एषिष्यति इति सनन्तरूपं भवति। यथा गन्तुम् इच्छति, कर्तुम् इच्छति, चिकीर्षति, गन्तुम् इच्छति, जिगमिष्यति इति अस्ति। नाम पाठं पठति इति वाक्ये पठनक्रिया पठति, पठनक्रिया पठति पदस्य कर्मपदं, पाठम् इति पठनक्रियापदं, तत् पठति इति पदस्य कर्मपदं, पठनक्रिया पठति क्रियायाः कर्मपदम् अस्ति। अतः अत्र क्रिया एव क्रियायाः पदस्य कर्मपदम् अस्ति। तर्हि प्रश्नः उदेति, क्रिया स्वस्याः कर्म भवति वा इति चेत्, यया रीत्या गन्तुम् इच्छति तत्र जिगमिष्यति इति सनन्तरूपं पदं भवति, तथा एव इच्छामिच्छति चेत् एषिष्यति इति सनन्तरूपं पदमागच्छति। अस्य प्रयोगः अधिकं न दृश्यते, किन्तु अत्र उदाहरणं दत्तं, कोऽपि अस्ति आलस्यम् अस्ति, तस्य किमपि कर्तुं न इच्छति, तस्य मनसि किमपि इच्छा नास्ति, तर्हि किमपि कर्तुम् इच्छामि, मम मनसि इच्छा भवतु इति कोऽपि चिन्तयति चेत् सः एषिष्यति। इच्छाक्रियापदं तस्य विषयः इच्छा एव, कर्मपदम् इच्छा एव, मनसि इच्छा अस्ति यत् तादृशी इच्छा स्यात् इतोपि मया एष्टव्यम् इति चेत् सः एषिष्यति। अनेन प्रमाणं भवति, अनेन उदाहरणेन प्रमाणितं भवति यत् इच्छाक्रिया इच्छति पदस्य कर्म, तथा एव पाठः पठनक्रिया अस्ति, तत् पठति इति क्रियायाः कर्म भवितुम् अर्हति। तथा इदं न विरुध्यते, तत्र विरोधः नास्ति इति व्याकरणग्रन्थेषु स्वीकृतम् इति प्रतिपक्षी वदति। आहत्य इत्युक्ते व्याकरणरीत्या तत्र दोषः नास्ति, परन्तु सर्वमपि तत्र प्रयोगे सर्वमपि नास्ति, इत्युक्ते पाकं पचति इति प्रयोगः अस्ति, परन्तु गमनं गच्छति इति प्रयोगः तु न दृश्यते, परन्तु व्याकरणरीत्या गमनं गच्छति इति प्रयोगः तु साधुः एव, इत्युक्ते तत्र दोषः नास्ति। अत्र भगिनि गमनं तु मनसि गमनं तु शब्दं वक्तुं शक्यते न, गमनम् इति मनसि गमनं, मनसि गमनम् इत्युक्ते प्रश्न गमनम् इति गमनं तु गच्छति इत्यस्य लिट् रूपम्। अत्र इतर अर्थं तु अस्ति न, गमनम् अत्र गमनं गच्छति मै अटेन्शन् इस् गोयिङ्ग् देर्, गमनं तु अटेन्शन् इति वदनं, हा तत्तु भिन्न अर्थः खलु, भिन्न तु क्रिया शुद्धक्रिया अर्थे अपि वक्तुं शक्नुमः इत्येव विषयः। शुद्ध गमनमिति शुद्धक्रिया इति गम् धातोः यः अर्थः अस्ति, तदैव शुद्धक्रिया इति स्वीकुर्मः चेत् अपि तत्र क्रियापदं तत्र स्वस्य कर्मत्वेन क्रिया भवितुम् अर्हति इति. मम तु मया तु बहु वर्गे न आगच्छति भगिनि, मया न अवगन्त. ऐ डोण्ट् नो हौ मेनि ऐ हव् मिस्ड्. न भगिनी, तथा अस्ति चेत् तत्र ध्वनिमुद्रणं शृणोति. हा अस्ति अस्ति, इदं तु शृण्वा अहं प्रीवियस्. अस्तु अस्तु, सम्यक् भगिनि. अस्तु तर्हि शुकान महोदय, भवान् अग्रे पठति वा, प्रश्नः नास्ति चेत्. हा श्रोता, अस्मिन् विषये नैयायिकाः किं वदन्ति इति श्रोता पृच्छति. प्रतिपक्षी वदति, अत्र नैयायिकाः वदन्ति यत् क्रियापदं नास्ति चेदपि बोधो भवति, यथा चैत्रः पण्डितः इत्युक्ते पण्डितभिन्नः चैत्रः इति बोधः आनुभविकः. पण्डितभिन्नः चैत्रः इति बोधः आनुभविकः, अनुभवे अस्ति, अतः तिङन्तपदं नास्ति चेदपि चिन्ता नास्ति. अत्र वैयाकरणाः वदन्ति यत् क्रियापदं नास्ति चेत् तेन पदसमूहेन परिपूर्णार्थः न बोध्यते, नाम चैत्रः पण्डितः अस्ति वा, अभूत् वा, आसीत् वा, आगमिष्यति वा, गच्छति वा, लिखति वा, पठति वा, किमिति न ज्ञायते. एतदर्थम् अस्माभिः व्याकरणक्षेत्रे मन्यते यत् तिङन्तपदं नोक्तं चेदपि अस्ति इति अन्तर्भवति. महाभाष्ये साक्षात् उक्तं यत् अप्रयुज्यमानोऽपि अस्ति, अस्ति इति नास्ति चेदपि अस्त्येव, तिङन्तं भवति चेदेव वाक्यं परिपूर्णं भवति, येन आकाङ्क्षा शान्ता स्यात्. सर्वथा अस्ति इति नास्ति, योग्यक्रियायाः अध्याहारः कर्तव्यः. यथा द्वारम् इति चेत् विधीयते, तत्र तत्र तद्दद् योग्यक्रियायाः अध्याहारं बोधयति अस्ति वर्तते इत्यस्य कथनेन. इदानीं श्रोता पृच्छति अस्मिन् विषये नैयायिकाः किं वदन्ति इति. पूर्वस्मिन् परिच्छेदे वैयाकरणः वैयाकरणेन उक्तं यत् सर्वे धातवः क्रियामेव बोधयन्ति इति, विषयमपि बोधयति इति. अतः श्रोता पृच्छति नैयायिकानां मतं किम् इति, किन्तु तस्य उत्तरं प्रतिपक्षी एव ददति, न तु सिद्धान्ती. नैयायिकाः वदन्ति यत् क्रियापदं नास्ति चेदपि बोधः भवति, तत्र किमपि दोषमस्ति वा? सिद्धान्तिः इति दातव्यं वा भगिनि? प्रतिपक्षी एव वदति नैयायिकानां मतं किम् इति. हा, तत्र न जानामि, परन्तु प्रतिपक्षी प्रायः नैयायिकमतमपि जानाति इति कृत्वा. अस्तु, इति स्वीकुर्मः. नैयायिकाः वदन्ति यत् क्रियापदं नास्ति चेदपि वाक्यस्य बोधः भवत्येव इति. उदाहरणम् उदाहरणार्थं चैत्रः पण्डितः इति वदामश्चेत् तत्र अर्थबोधः भवति, चैत्रः पण्डितः अस्ति इति. वयं तत्र अस्ति इति पदम् अध्याहृत्य अवगन्तुं शक्यते वाक्यस्य अर्थः किम् इति. इत्युक्ते पण्डितभिन्नः चैत्रः इति बोधः आनुभविकः, तद् मया अनावगतं भगिनि. पण्डितभिन्नः चैत्रः इत्युक्ते अहं चिन्तयामि अत्र चैत्रः पण्डितः इत्युक्ते चैत्रः इति कश्चन पुरुषः, पण्डितः इति अन्यपुरुषः अस्ति इति प्रायः तादृशचिन्तनमस्ति नैयायिकानां. पण्डितः इति भिन्नपुरुषः, तयोः मध्ये भेदः अस्ति इति. सत्यं. हा, अनुभवे अस्ति, अतः तिङन्तपदं नास्ति चेदपि चिन्ता नास्ति. तत्र अन्वयं सम्यक्तया न भवति वाक्यद्वयोः मध्ये. अनुभवे अस्ति, अतः तिङन्तपदं नास्ति चेदपि चिन्ता नास्ति. चैत्रः पण्डितः अस्ति इति अध्याहारं कृत्वा अवगन्तुं शक्यते इति, तिङन्तपदं नास्ति चेदपि. अस्तु, अथवा चैत्रः पण्डितः स्तः इति अस्ति चेत् अत्र चैत्रः भिन्नः पण्डितः भिन्नः खलु. आम् आम् इति कृत्वा स्तः इति. आम् आम् अस्तु. अत्र वैयाकरणाः वदन्ति यत् क्रियापदं नास्ति चेदपि नास्ति चेत् तेन पदसमूहेन परिपूर्णार्थः न बोध्यते इति वैयाकरणानां मतं किमर्थम् इत्युक्ते पण्डितः चैत्रः पण्डितः अस्ति वा अभूत् वा आसीत् वा आगमिष्यति वा गच्छति वा लिखति वा पठति वा किमिति इति साक्षात् केवलं चैत्रः पण्डितः इति वदनेन न ज्ञातुं शक्यते अस्ति वा अभूत् वा आसीत् वा इति न ज्ञातुं शक्यते इति वैयाकरणाः आक्षिपन्ति न ज्ञायते. एतदर्थम् अस्माभिः व्याकरणक्षेत्रे मन्यन्ते यत् तिङन्तपदं नोक्तं चेदपि अस्ति इति अन्तर्भवति. पुष्पा भगिनी किञ्चित् कृपया म्यूट् करोति वा? म्यूट् अस्ति न करोमि. अस्तु, व्याकरणक्षेत्रे तत्र तिङन्तपदं साक्षात् वाक्येन दृश्यते चेदपि अस्ति इति पदं तत्र अध्याहर्तव्यम् अस्माभिः इति महाभाष्ये अपि साक्षात् उक्तं यत् अप्रयुज्यमानोऽपि अस्ति इति तत्र अप्रयुज्यमानः इत्युक्ते तत्र साक्षात् न उक्तं चेदपि अस्ति इति पदं वाक्ये अस्ति एव इति. तिङन्तपदं भवति चेदेव वाक्यं परिपूर्णं भवति, येन आकाङ्क्षा शान्ता स्यात्. अतः अस्ति इति पदम् अध्याहर्तव्यम् इति वैयाकरणानां मतं. सर्वदा अस्ति इति नास्ति, योग्यक्रियायाः अध्याहारः कर्तव्यः सर्वत्र. यत्र तिङन्तपदं साक्षात् दृश्यते तत्र सर्वत्र अस्ति इत्येव पदम् अध्याहर्तव्यम् इति नास्ति, योग्यक्रियापदम् एव अध्याहर्तव्यम् इति. तत्र द्वारं द्वारम् इति कोऽपि वदति चेत् तत्र द्वारम् अस्ति इति नाहर्त अध्याहर्तव्यं, किन्तु विधीयते इति योग्यक्रियापदम् अध्याहर्तव्यम् इति वैयाकरणानां मतमस्ति. तत्र तत्र तद्दद् योग्यक्रियायाः अध्याहारं बोधयति अस्ति वर्तते इत्यस्य कथनेन. ओ इति अस्ति इति वदामश्चेत् केवलम् अस्ति इति एव साक्षात् न स्वीकर्तव्यं, किन्तु अस्ति इति अध्याहृतेन पिधीयते इति इत्यावत् क्रियापदमपि तत्र बोध्यं भवति इति वैयाकरणानां मतम् इति अस्ति. किन्तु आरम्भवाक्ये नैयाकरणाः वदन्ति यत् इति आरब्धं कृत्वा वैयाकरणाः किं वदन्ति इत्येव अस्मिन् परिच्छेदे प्रतिपक्षिणा उक्तम्. न इत्युक्ते तस्य मतम् इदानीं सम्पूर्णं न अभवत् खलु, अग्रे अपि पठ. आम् अस्तु, किन्तु केवललाघविकशरणाः अस्तु, क्षम्यतां, किन्तु केवललाघविकशरणाः नैयायिकास्तु तिङन्तं नास्ति चेदपि बोधः अनुभूयते इति वदन्ति, अनुभवप्रमाणम् इति वदन्ति. अनुभवप्रमाणम् इत्युक्ते यत्र प्रत्यक्षादिना क्रियादिकं जानन्ति तत्र तु क्रियापदं नास्ति चेदपि प्रत्यक्षतयाः सत्त्वा तत्र बोधः भवति चेदपि तिङन्तं विना सर्वत्र बोधः जायते इति वक्तुं न शक्यते इति वैयाकरणाः. अतः पिण्डीभावः इत्यस्य कथनेन पिण्डीभावः भवति वा भविष्यति वा अभूत् वा आगमिष्यति वा अथवा पिण्डीभावं वदति वा पिण्डीभावं लिखति वा पिण्डीभावं कथयति वा कापि क्रिया भवेत् अर्थपरिसमाप्तिं प्रति परिपूर्णार्थबोधं प्रति क्रिया निमित्तं. क्रियापदं विना परिपूर्णार्था न बुध्यते, आकाङ्क्षा शान्ता न भवति, क्रियायाः अध्याहारः कर्तव्यः इति वैयाकरणः तस्य मतम् अत्र प्रतिपादयति. किमित्युक्ते क्रियायाः अध्याहारः निश्चयेन कर्तव्यः, क्रियां न वदामश्चेत् अर्थबोधं न भवति इति वैयाकरणानां मतम् अस्ति. नैयायिकास्तु केवललाघविकशरणाः तेषाम् आशयः तु सर्वत्र लाघवमेव तेषाम् आशयः अस्ति, तेषाम् इत्युक्ते नैयायिकानाम् आशयः अस्ति इति कृत्वा ते तु अङ्गीकुर्वन्ति वाक्ये तिङन्तपदं साक्षात् न दृश्यते चेदपि तत्र अर्थबोधं भवितुम् अर्हति इति. कथम् इत्युक्ते अनुभवप्रमाणम् अनुभवप्रमाणेन, तत्र अनुभवः प्रत्यक्ष अनुभवः अस्ति चेत् तादृशसन्दर्भे क्रियापदं न उक्तं चेदपि तत्र बोधः जायत्येव इति नैयायिकानां मतम्. अतः तिङन्तपदं न उक्तं चेदपि बोधः भवत्येव इति नैयायिकानां मतं, किन्तु तत् वैयाकरणाः न अङ्गीकुर्वन्ति. किमर्थम् इत्युक्ते पिण्डीभावः इति कथनेन वैयाकरणाः पृच्छन्ति किं पिण्डीभावः इति कथनेन पिण्डीभावः भवति वा, भविष्यति वा, अभूत् वा, आगमिष्यति वा, लिखति वा, कथयति वा इति आकाङ्क्षा वर्तत्येव. यावत्पर्यन्तम् आकाङ्क्षायाः शान्तिं न प्राप्स्यते तावत्पर्यन्तं बोधः न जायत्येव इति कृत्वा वैयाकरणानां मतानुसारं क्रियापदं साक्षात् वाक्ये वक्तव्यम् एव इति तेषां मतं, किन्तु नैयायिकानां मतं तु तादृशं नास्ति. नैयायिकानां मते तादृशी अपेक्षा नास्ति, पिण्डीभावः यस्य वर्तते तादृशप्रयोगः स्वीक्रियते चेत् पर्याप्तम्. अतः भवति इति प्रयोगः क्रियते चेत् पुनरुक्तिर्भवति इति आक्षेपः, यतोहि क्रियापदं विनापि बोधो जायते, अयमेव अनुभवः अस्माकम् इति वदन्ति. यद्यपि मीमांसकानां सूत्रेपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति, केवलं चैत्रः पण्डितः इति एतावता वदनेन अर्थः परिपूर्णो न. अत्र च वैयाकरणानां मतेन पर्यवसितं यत् प्रथमतया तिङन्तपदम् आवश्यकं, द्वितीयं च तत् समानार्थकतिङन्तस्य अपि प्रयोगः भवितुम् अर्हति. पाकं पचति, पाठं पठति, एषिषति इति बहुधा प्रयोगाः दर्शिताः, तद्वत् पिण्डीभावो भवति इत्यपि. अस्मिन् परिच्छेदे समग्रदृष्ट्या उक्तमस्ति केषां किं मतम् इति. नैयायिकानां मतं तु क्रियापदं वाक्ये न आवश्यकं, केवलं न आवश्यकम् इति नास्ति, वदति चेत् पुनरुक्तिदोषः इति दोषः भवति इति नैयायिकानां मतम्. अतः नैयायिकाः किं वदन्ति इत्युक्ते केवलं एक पिण्डीभावः इत्येव वक्तव्यं, पिण्डीभावः भवति इति वदनेन द्विवारं क्रियाम् उक्तम् इति कृत्वा पुनरुक्तिदोषं भवति इति नैयायिकानां मतम्. किन्तु वैयाकरणानां मतं तु क्रियापदं साक्षात् वक्तव्यम् एव, यावत् न उक्तं तावत्पर्यन्तम् आकाङ्क्षायाः शान्तः न भवति इति कृत्वा तिङन्तपदं वक्तव्यम् एव इति वैयाकरणानां मतम्. इदानीं मीमांसकानां मतं तु, यद्यपि मीमांसकानां सूत्रेपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति इति, मीमांसकानां मतानुसारम् अपि तिङन्तपदं वाक्ये वक्तव्यम् एव इति भवति. सम्यक् महोदय. तर्हि एतावत्पर्यन्तं तत्र स्नेहस्य विषये तत्र प्रत्यक्षग्राह्यत्वम् आरभ्य तत्र पिण्डीभावः इति पदव्युत्पत्तिः इति तत्सर्वं किञ्चित् समग्रदृष्टिः दृष्टवन्तः. तर्हि इदानीं पुस्तकं प्रति गच्छेम. पुस्तके स्नेहस्य विषये एव पठामः वा नो चेत् अग्रे शब्दनिरूपणम् इत्यस्मात् आरम्भं कुर्मः. तस्मात् पूर्वं स्नेहस्य विषये एकः इति नास्ति, बहवः व्यतिरेकदृष्टान्ताः मया चिन्तितं, तत् प्रदर्शयितुम् इच्छामि. पिष्टराशिं स्वीकृत्य जलेन मिश्रणं कृत्वा पिण्डीभावः जायत्येव, अतः जले स्नेह आख्यगुणः वर्तते इति ज्ञातुं शक्यते इति नैयायिकानां मतमिति दत्तमस्ति. किन्तु शिलाखण्डस्य राशिं स्वीकृत्य यत्र गच्छति इति अहं जानामि. एषः एव प्रश्नः ममापि आसीत्, इत्युक्ते पिष्टे अपि किं पिष्टे किमर्थं स्नेहः इति न स्वीकुर्मः इत्येव अन्ततो गत्वा आगच्छति खलु. तदेकं भिन्नं तु तत्र यस्मिन् जलम् अस्माभिः मिश्रणं क्रियते तत्रापि किञ्चित् अब्सार्प्शन् इति गुणः नास्ति चेत् न सत्यं तदपि आवश्यकं, परन्तु तदा तेषु दिनेषु यदा मम प्रश्नः अपि सः विषये आसीत् महोदयेन किमर्थम् इत्युक्ते तत्र जले तत्र स्नेहः इति अनुभूयते एव, इत्युक्ते तत्र यथा पुस्तके दत्तमस्ति तद्वत् प्रत्यक्षज्ञानम् इति केवलम् अनुमानेन ज्ञायते इति न, परन्तु जले तु स्नेहः इति प्रत्यक्षम् अपि अस्ति इति कृत्वा जले तु स्नेहः अस्ति, परन्तु यथा भवान् उक्तवान् तत्र सर्वत्र अपि इत्युक्ते तत्र स्थापयामः चेत् तादृशराशिः ऐ मीन् पिण्डीभावः भवति, यत्र तस्मिन् अपि किञ्चित् साहाय्यं प्रायः तत्र किमपि प्रतिबन्धकम् अस्ति इति ते वदन्ति. हा सत्यं तदेव, इत्युक्ते तत्र पृथ्वी इति स्वीकुर्मः चेत् इत्युक्ते भूमिः इति स्वीकुर्मः चेत् भूमौ तु तादृशपिण्डीभावः भवति एव खलु, शिलाखण्डे एव नास्ति, तर्हि यदा शिलाखण्डः जायते तदा प्रायः किं कश्चन प्रतिबन्धकः अस्ति इति तादृशम् अस्तु. यथा द्रवत्वविषये अपि दृष्टवन्तः खलु तत्र किमासीत् तत्र करका इति अस्ति चेत् तस्मिन् तस्यां तु तत्र प्रायः किमपि अदृष्टम् इति प्रतिबन्धकः अस्ति इति कृत्वा अतः यद्यपि जले स्नेहाख्यगुणः अस्ति अनेन पिण्डीभावः कर्तुं शक्यते, किन्तु शिलाखण्डस्य चूर्णे प्रायः प्रतिबन्धकः अस्ति इति कृत्वा जलेन पिण्डीभावः न कर्तुं शक्यते इति पर्यवसति. सत्यं प्रायः अस्तु अस्तु चिन्तितवान् अतः. हा हा हा न सम्यक् एव, मम मनसि अपि सः प्रश्नः आगतः. अस्तु अस्तु, सरला भगिनी अस्ति वा, पठितुं शक्नोति वा भगिनी? न भगिनी, मम प्रति ध्वनि अस्ति. न सम्यक् एव श्रूयते भगिनी भवत्याः किन्तु परितः ध्वनिः न श्रूयते. न श्रूयते न शब्दनिरूपणं श्रोत्रगाहो गुणं क्षम्यतां सप्तदशाधिक एकशततम श्रोत्रग्राह्यो गुणशब्दः आकाशमात्रवृत्तिः सः द्विध ध्वन्यात्मको वर्णात्मक चेति तत्र ध्वन्यात्मको भेद्यादौ वर्णात्मकः संस्कृतभाषादिरूपः. एतत् निरूपणार्थं तस्य लक्षणं पदमस्ति श्रोत्रग्राह्यो गुणशब्द शब्दगुण अस्ति तत् श्रोत्र इन्द्रियै ग्राह्यतं भवति तस्य. आकाशमात्रवृत्ति केवलम् आकाशे तस्य विद्यमानत्वं भवति. सः द्विध शब्द तस्य विभजनं कृत्वा द्वे भागे सः ध्वन्यात्मको वर्णात्मकः च इति एकमस्ति ध्वन्यात्मक, द्वितीयमस्ति वर्णात्मकः शब्दः. तत्र ध्वनात्मको भेर्यादो यथा भेर्या आदि इति वादनं कृत्वा ध्वनि अपि ध्वनि आगच्छति. एकमस्ति ध्वनि आत्मकः, द्वितीय अस्ति वर्णात्मकः संस्कृतभाषा आदिरूप. यथा वयं भाषायां वदामः कख गगङ वर्णः स्वरः वा वर्णः, तत्र अस्ति द्वितीय प्रकारः. क्रमप्राप्तं शब्दं लक्षयति श्रोत्रग्राह्यो गुणशब्दः इति. अत्र लक्षणवाकौ यत् वक्तव्यं तत् रूपनिरूपणे उक्तं तत्रैव इष्टव्यम्. आकाशमात्रवृत्तित्वम् आकाशनिरूपणे समर्थितम्. क्रमप्राप्तं शब्दः लक्षयति श्रोत्रग्राह्यो गुणशब्दः. इदानीं क्रमेण वदति लक्ष्य शब्दस्य लक्ष्य पदं श्रोत्रग्राह्यो गुणशब्दः. शब्दगुण श्रोत्रे इन्द्रियैः ग्राह्यतं भवति. अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं. यदा रूपनिरूपणे वयं दलसार्थक्यं कथं भवति, तस्य त्रयदलसार्थक्यमस्ति. अत्र अपि त्रय दलानि सन्ति, श्रोत्रग्राह्यो गुणशब्द द्वितीयमस्ति आकाशमात्र. न न न, अत्र केवलं दलद्वयमेव, श्रोत्रग्राह्यः इति दलं, गुणः इति अपरः आकाशमात्र. अत्र श्रोत्रग्राह्यः इति एव वदामः चेत् तत्र शब्दत्वम् इति धर्मः अपि श्रोत्रेन्द्रियेण ग्राह्यते इति कृत्वा तत्र अतिव्याप्तिः भवति. केवलं गुणः इति वदामः चेत् तत्र सर्वेषु गुणेषु अतिव्याप्तिः भवति इति कृत्वा श्रोत्रग्राह्यो गुणः शब्दः इति दलद्वयम् आवश्यकम्. दलानि आकाशमातृवृत्तिः तृतीयदलं भवति न? आकाशमातृवृत्तिः इति दलं नास्ति खलु, तद् लक्षणवाक्ये नास्ति. लक्षणवाक्यं तु केवलं श्रोत्रग्राह्यो गुणः, केवलं श्रोत्रग्राह्यो गुणः. अस्तु, अहं चिन्तितवती आकाशमात्र अपि दलम् अस्ति. न न न, अस्तु. आकाशमात्रवृत्तित्वम् आकाशनिरूपणे समर्थितं. यदा आकाशद्रव्यस्य निरूपं पूर्वं अभवत् तत्र तस्य शब्दः केवलम् आकाशे विद्यमानत्वं भवति तस्य. अस्य शब्दस्य स्वरूपमादाय कारणम् आदाय च विभागः. शब्दस्य विभाग द्वे भवतः, एकमस्ति स्वरूपमादाय, द्वितीयमस्ति कारणमादाय. वर्णध्वनिभेदेन विभागः स्वरूपम् आदाय. यथा ध्वनि प्रथमम् अस्ति ध्वनिभेदेन, द्वितीयमस्ति वर्णभेदेन. कण्ठतालव्याधि विविधस्थानेषु जिह्वा आदि भीवातेन उत्पद्यमानः अभिघातेन उत्पद्यमानः वर्णः सः एव च वर्णान्तरः विलक्षणक्रममापनः पदमिति व्यवहारयोग्यः भवति. तच्च पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं. शक्तिगृहे सति शाब्दप्रमा च जनयति. अस्तु, वर्णभेदः यस्य यद् अस्ति, यथा वयं जानीमः संस्कृतभाषायां पञ्च कुत्र मुखस्य वायुः अभिघातं भवति, कण्ठ तालु मूर्धन्य ओष्ठं दन्तव्यं, तस्य यत्र वायुः अभिघातं भवति तस्य स्थाने वर्णस्य उत्पन्नं भवति तत्र वायु इति वायु जिह्वा जिह्वादि हा इत्युक्ते जिह्वा कुत्र अभिघातः इति संयोगविशेषः खलु पूर्वं संयोगस्य विषये वयं दृष्टवन्तः तर्हि जिह्वायाः संयोगः कुत्र भवति इति कृत्वा तेन तत्र यः ध्वनिः आगच्छति सः वर्णः शब्दः आगच्छति वस्तुतः सः वर्णः वर्णः स एव च वर्णान्तरं विलक्षणक्रमं क्रमम् आपणः अत्यन्त भिन्नवर्णः कथं भवति यत्र कुत्र जिह्वा अभिघातं भवति मुखेन पदमिति व्यवहारयोग्य भवति यदि वर्णः भवति तद् लोके व्यवहारं शब्द प्रयुज्य तस्य व्यवहारः भवति तत्र इतोपि किञ्चित् वक्तव्यं भगिनी खलु तत्र सह एव च वर्णान्तरैः विलक्षणक्रममापन्नः पदम् इत्युक्ते विलक्षणक्रममापन्नः इत्युक्ते तत्र विलक्षणक्रमं प्राप्नोति इति कः विलक्षणक्रमं प्राप्नोति इत्युक्ते तत्र वस्तुतः वर्णसमूहः खलु तर्हि वर्णसमूहः वर्णान्तरैः सह यदा तादृशं तत्र वर्णान्तरैः सह मिलित्वा तत्र वर्णसमूहः विलक्षणक्रमं प्राप्नोति चेत् तत्र पदम् इति भवति सः पदं व्यवहारयोग्यः अपि भवति इत्युक्ते व्यवहारयोग्यः भवति वस्तुतः तत्र सः तत्र वर्णसमूहः इति यदा पदम् इति प्राप्नोति तदा व्यवहारयोग्यः अपि भवति पदमपि यस्य अर्थम् अपि भवति तदेव अग्रिमवाक्ये अस्ति अग्रिम तस्य पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं शक्तिगृहे सति शब्दप्रमां च जनयति यदा शब्दप्रमां च जनयति पदमेव पदान्तरयुक्तं वाक्यमिति यदि पदम् उपयुज्य वाक्यं रचितं रचामः तत्र तस्य शब्दे ज्ञानं भवति तस्य शाब्दप्रमाम् इति जनकं भवति तस्य इत्युक्ते पदे तत्र शक्तिग्रहः शक्तिः इत्युक्ते पदपदार्थयोः कश्चन सम्बन्धः अस्ति खलु तदेव शक्तिः इत्युक्ते घटः इत्यनेन घटः इति पदार्थस्य ज्ञानं भवति इति तादृश शक्तिः अस्ति तादृशशक्ति युक्तः पदम् अन्यपदेन सह मिलित्वा वाक्यमिति यदा भवति तत्र वाक्येन वयं ज्ञानं शाब्दप्रमामिति ज्ञानं प्राप्तुं शक्नुमः अग्रे भगिनि अपरस्तु ध्वन्यात्मकः करताडनादिना उत्पद्यमानः स च एकः सम्भुव वा न कदाचित् पदं वाक्यं वा भवति नापि शाब्दप्रमां जनयति हेतुः भूत्वा अभिप्रायज्ञापने परमुपयुज्यते तथाविध शब्दकरणे कर्ता मां बोध्यति इति अनुमिति कदाचित् जायमानत्वात् तथा च पदभावस्वरूपयोगत्वं वर्णात्मकस्य विशेषः तदयोग्यत्वं ध्वन्यात्मकस्य विशेष इति तम् आदायं विभागः अन्यभागः अस्ति ध्वनात्मक शब्दः यथा करताडनं कुर्मः या ध्वनिः उत्पद्यति तस्य सा च एकसम्भूवाना कदाचित् पदं वाक्यं वा भवति नापि शब्दप्रमां जनयति. तद्वाक्यने वाक्यं वा कोऽपि शब्दप्रमां न भवति, किन्तु तत् हेतु भूत्वा अभिप्रायज्ञापने परम् उपयुज्यते. तस्य कारणं ध्वनि यदि भवति तस्य अपि किमपि ज्ञानं सूचयति इति. साधु भगिनि. अस्तु, तथाविधशब्दकरणे कर्ता मां बोधयति इति अनुमिते. कः शब्द ध्वनि करोति तस्य अनुमानम् अपि ध्वनि श्रुत्वा अनुमानम् अपि आगच्छति. अनुमाने इत्युक्ते कः ध्वनि करोति इति अनुमानं न, यः करोति इति कश्चन करोति चेत् तेन सः किमपि किमपि बोधयति इति अनुमानं कर्तुं शक्नुमः इति. यथा भवती एव पूर्वम् उक्तवती खलु, तत्र कश्चन करताडनं करोति चेत् तेन श्लाघनीयः इति अनुमानं भवति, यदा कदापि उत्तिष्ठतु अथवा उपविशतु इति अनुमानं भवति इति. तादृशज्ञानस्य अनुमानम् ज्ञानम् अनुमीयते. किन्तु भगिनि यदि ध्वनि काकः तस्य ध्वनि वयं यदि शृणुमः वयं जानीमः काकः काका करोति वा कोयल् कुकु करोति वा शुनकः शुनकस्य ध्वनि अस्ति, तस्यापि ध्वनिः अस्ति वा तत्र. परन्तु अत्र तु तत्र काकः तादृशध्वनि इत्यनेन ज्ञानम् इत्युक्ते काकः वदति इति ज्ञानं न भवति खलु. किन्तु कर्तुः ज्ञानम् आगच्छति. सत्यं सत्यं, तदपि भवति. परन्तु अत्र किम् अस्ति, कर्ता मां बोधयति इति, अत्र तु करताडनम् इति किञ्चित् दृष्टान्तः अस्ति खलु. तत्र कर्तां इत्युक्ते अभिप्रायः अभिप्रायज्ञानमपि भवितुम् अर्हति इति एव अत्र अनुमानेन. तथा च पदभावस्वरूप योग्यत्वं वर्णात्मकस्य विशेषः तद् योगत्वं ध्वन्यात्मकस्य विशेषः इति तम् आदाय विभागः. द्वयोः वर्णात्मकः ध्वन्यात्मकद्वयोः तस्य पृथक् पृथक् विशेषः अस्ति, तत् तथैव तस्य विभागं कृतवन्तः. समापयतु भगिनि एषः भागः. अपरविभागस्तु कारण आदाय संयोगात् विभागात् शब्दात् च शब्दो जायते. वर्णः पूर्वोक्तः करतारणेन जायमानध्वनि वा संयोगजः. हस्तसंयोगः आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा समवायेन शब्दं जनयति इति सः ताडशब्दं तादृशशब्दं प्रति प्रथमसमवायिकारणं भवति. विभागजशब्दवंशे पच्यमानं वंशावयवकाश विभागेन जायमानः विभागोऽपि अयम् आकाशसमवेतः इति तादृशशब्दं प्रति भवति समवायिकारणः. ये ध्वन्यात्मक वर्णात्मक विभजनं भवति तस्य कारणमस्ति संयोगात् या विभागात् शब्द. अत्र एकक्षणं भगिनि, क्षम्यताम्. अत्र आरम्भे वयं दृष्टवन्तः खलु, स्वरूपमादाय इति एकः एकविधविभागः, कारणमादाय इति द्वितीयविभागः. यदा स्वरूप आदाय विभागः कुर्मः तत्र वर्णः ध्वनिः इति द्विविधा अस्ति. कारणम् आदाय कुर्मः चेत् संयोगजः विभागजः इति द्विविधा अस्ति. ओ कारणम् आदाय इदानीम् अस्ति. कारणमादाय शब्द शब्दात्मकध्वनि तस्य कारणं पुनः द्विविधा अस्ति, संयोगात् विभागात् अपि. सो वर्णपूर्वक शब्दस्य एव अनया रीत्या विभञ्जनं कुर्मः चेत् द्विविधा अस्ति, संयोगजः विभागजः इति. विभागजः करतारिणेन जायमानध्वनि सत् संयोगज द्वौ करौ यदि तारणेन वयं ध्वनि शृणुमः तत् कारणमस्ति संयोग द्वौ हस्तौ संयोगः भवति. हस्तसंयोगः आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा समवायं हस्तसंयोग समवायेन शब्दम् आकाशे आकाशे भवति कार्यकारण अधिकरणं भवति कार्यकारण आकाशात् समवायेन शब्द जनयति इति प्रथमविध समवायिकारणं भवति. विभागजशब्द तत् अहं न अवगच्छामि भगिनि, विभागजशब्द कथं? विभागशब्दः इत्युक्ते वंशः इति जानीमः खलु, वंशः इति तत्र किमस्ति हा तत् आङ्ग्लभाषा चिन्तितवती. अस्तु हा बाम्बु इति सत्यम् इत्युक्ते हा तस्य हा तस्य भग्नं भवति तदा कश्चन शब्दः उत्पन्नः भवति खलु. तदपि समवायिकारणं भवति न तत् प्रथम न तत्तु विभागजगशब्दः इत्युक्ते प्रथमविधसमवायिकारणं भवति हस्तसंयोगः खलु. आकाशे इदानीं शब्दः अस्ति, शब्दः इति कार्यम्. इदानीं हस्तसंयो कार्याधिकरणम् अस्ति आकाशः, हस्तसंयोगः अपि आकाशे स्थित्वा इत्युक्ते समवायेन स्थित्वा कार्याधिकरणे समवायिकार्यं जनयति इति कृत्वा तत्र समवायिकारणमादाय विभजनं तु मूले न दत्तमस्ति किल, मूले केवलं स्वरूपमादाय. एषः ग्रन्थकारः एव एतत् कृतः प्रायः अन्यस्मात् कुत्रात् कुत्रचित् सः कृतः इति चिन्तयामि. भगिनी अत्र दत्तमस्ति विभागो अपि अयम् आकाशसमवेत इति तादृशं शब्दं प्रति भवति असमवायिकारणं. हा हा सत्यं भगिनि, विभागः अपि भवति इत्युक्ते तत्र पूर्वं यत् प्रथमसमवायिकारणम् इति अस्ति तत्तु हस्तसंयोगस्य विषये. यदा विभागजशब्दः उदेति तदा विभागः अपि असमवायिकारणम् इत्युक्ते संयोगजशब्दः चेत् संयोगः असमवायिकारणं, विभागजशब्दः चेत् विभागः असमवायिकारणं. तदपि प्रथम असमवायिकारणं भवति सत्यं सत्यं सत्यम्. अस्तु तर्हि अद्य अत्र स्थगयामः. प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे पठितुं शक्नुमः. धन्यवादः रात्रिः. धन्यवादः.